पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 173 महादेव उवाच दुर्गया सङ्गदा यत्र देवि साभ्रमदी नदी सङ्गमसागरेणाधस्नानं तत्र समाचरेद वीददोषा भविष्यन्ति कलौ वै नात्र संशयः तत्र श्राद्धं प्रकर्तव्यं दुर्गया सङ्गमे तथा तत्र गत्वा विशेषेण ब्राह्मणानां च भोजनं दानं गो महिषीणां च कर्तव्यं विधिपूर्वकम् इयं धन्या धन्यतमा पवित्रा पापनाशिनी यां दृष्ट्वा चापि भो देविमुच्यते पादकैर्नरः यथा गङ्गा तथा चेयं ज्ञेया साभ्रमदी नदी कलौ देवि विशेषेण बहुकालफलप्रदा यदि चेच्छदशो जिह्वा मुखे वै मम के सति तस्या अपि न शक्नोमि गुणान्वक्तुं कदाचन इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे साभ्रमदीमहात्म्यं नाम 370 अधिकशततमोऽध्यायः ॐ